नमस्कारः. लृट् लकारस्य अभ्यासरूपेण तत्र इडुव्यवस्था अभ्यासः इति तत्र सप्तम तत्र भागस्य तत्र किमस्ति तत्र पर् भागस्य तत्र सेवेन्त् सेक्षन् तस्मिन् 15A इति करपत्रं तस्मिन् वयं अधोभागात् वयम् आरम्भं कृतवन्तः अभ्यासार्थम्. अधुना मध्ये तत्र द्वाविंशतितमे तत्र पङ्क्त्यां तमायां पङ्क्त्यां स्टिप् इति अस्ति. स्टिप् शुच् तुष् इति करणीयः. मणिमहोदय अस्तु महोदय. तुष् शुच् स्टिप् स्टिप् अवल्यां नास्ति. अतः इडः भवति स्टेपिष्यति इति रूपं भवति. शुच् धातुः नास्ति तदपि इडः भवति शोचिष्यति इति रूपं भवति. परन्तु तुस् धातुः अवल्यम् अस्ति निडाहमः षडः तोक्ष्यति इति रूपं भवति महोदय. सकारस्य तोक्ष्यति किं भवति प्रथमम् चकारस्य षडोकः इत्यनेन ककारः आदेशः अनन्तरं दद्यसकारस्य आदेशप्रत्ययः भवति. षत्वं भूत्वा मेलनम् अनन्तरं मेलनं तोक्ष्यति इति रूपं भवति. स्कद् इति सेट् अस्ति. स्कदिष्यति. इट् इति अपि सेट् अस्ति. एटिष्यति. वृष् अस्तु भगिनि. तर्हि मम क्रमः अत्र तत्र वृह् इति अस्माकम् आवल्यम् अस्ति इति मन्ये. वृह् तर्हि वृह् अस्ति ननु क्षम्यतां तत्र वृहरुः ननु वृह् अस्ति खलु मया वक्तव्यं खलु. रुः इति वक्तव्यं. रुः आवल्यम् अस्ति. रुः आवल्यम् अस्ति. तत्र रुः होडः इत्यनेन तत्र जलि पदान्ते च तत्र ढकारादेशः भवति. तद् तस्मात् पूर्वं तत्र अपगन्तलघुपदस्य रोड् इति जायते. तर्हि रोड् योगः स्यति अत्र षत्वं ष्टुनाष्टुः इत्यनेन भवति खलु. स्तुः ष्टुनाष्टुः इत्यनेन भवति. तर्हि रोड् इत्यस्य अनन्तरं षडोः कहसि इत्यनेन ककारादेशः भवति. तर्हि तदनन्तरं षत्वम् आदेशप्रत्ययोः इत्यनेन भवति. रोक्षति इति रूपं. विच् इति अवल्यम् अस्ति. तत्र विच् योगः स्यति. वेच् इति भवति प्रथमं गुणकार्यं. तदनन्तरं चोहोकुः इत्यनेन ककारः आदेशप्रत्ययोः वेक्षति इति रूपम्. अम् इत्यस्य अमि अम् इति आवल्यं नास्ति. अमिष्यति इति प्राप्नुमः. मणिमहोदय. बुद्ध् दृप् म्लै म्लै धातुः आत्वं भवति. अतः म्ला इति रूपं भवति. आकारन्दः आधिक्येन अनीट् अधः म्लास्यति इति रूपं भवति. दृप् धातुः दृप् अस्ति. दृप् वेट् अपि भवति. अहं चिन्तयामि रदादिभ्यः सह इति सूत्रेण तर्प् तप्स्यति तर्पि तर्पिष्यति तर्प् त्रप्स्यति अनन्तरं दप्स्यति इति रूपं भवति. त्रीणि दर्प्स्यति द्रप्स्यति तर्पिष्यति इति. अनन्तरं बुद्ध धातुः अवल्यम् अस्ति. त्रीणि रूपाणि सूत्राणि किं सूत्रं किमस्ति महोदय? प्रादादिभ्यः वेट् मध्ये तदनन्तरं तत्र तत्र तत्र अनुदात्तपद्यप्स्यति अनुदात्त अत्र अष्टदातवः सन्ति ते स्वायते अनुदातस्य, मम स्मरणार्थम् अहं न स्मरामि, अनुदातस्य ऋतुप छर्दुपदायान् करस्याम् इत्यस्य इत्यनेन किं जायते? दर्प् इति भवति खलु, अनेन दर्प् इति भवति. अमाहमः अनन्तरम् इको एनर्जि इत्यनेन रेपः भवति, अमागमेन द्रप् भवति खलु, इति भवति विकल्पेन तद् गुण भवति दर्प्. सामान्यतया ऋकारस्य गुणः भवति अर् भवति किल, दर्प्स्यति दर्प्स्यति द्रप्स्यति इति सूत्रेण अनुदातस्य ऋतुपदस्य नेतरस्य, अनन्तरं दर्पिष्यति इडः भवति चेत् दर्पिष्यति, त्रीणि रूपाणि. अग्रे अनन्तरं बुद्धादुः अस्ति, आवल्याम् अस्ति, अनिडावहमः भगन्दलघुपतिः इत्यनेन गुणः भवति, बोधि अनन्तरं दकारस्य करिचेत्यन सर्वं भवति, बोत्स्येति इति रूपं भवति. अरुणा भगिनी स्वागतं भगिनि, अग्रे सरला भगिनी वदति वा, तदनन्तरम् अरुणा भगिनी वदतु किञ्चित्. अरुणा भगिनी किञ्चित् समयम् अवकाशं दद्मः. महोदय, बोधयति तत्र भाष्भावः अपि भवति. आमामामां धन्यवादः, धन्यवादः. भाष्भावः अपि भवति, पुनः प्रक्रिया वदतु. बुद्ध बुद्ध धातुः आवल्याम् अस्ति, अनिट् भवति, प्रथमम् अपि आत्मनेपदी अस्ति. आत्मनेपदी वा, धन्यवादः. भुखन्दकबुद्धिचन भो भवति, अनन्तरं करिश्च इत्यनेन दकारस्य तकारः आदेशः, अनन्तरं बोध् तदनन्तरं बशो बस्. हा हा बोध् बसो बस् इत्यनेन, धन्यवादः भगिनि. भो भवति, अनन्तरं बसो बस् इत्यनेन एकाचो बसो बस् सदः अपि सूत्रेण बकारस्य चतुर्थ बकार आदेशः, बोध् करिष्यत्यनेन तकारस्य तकारः, बोध्यति इति रूपं भवति. यदि तकारः अस्ति कथं प्रक्रिया भवति? प्रत्यय यदि अस्ति तत् प्रक्रिया वदतु तत्र. दृप् त्रिप् त्रिप् त्रिच् यदि तातव्यं तुमन्नति अस्ति न, अत्र बोता बोतुं बोतव्यं वा, सूत्राणि सूत्राणि अतः अत्र भवतलपदस्य इत्यनेन भो भवति, करिचे इत्यनेन तकार आदेशः, बोत् तस्य पूर्वं झषसतो द इति भवति क्रमेण भवति न. ओके, धन्यवादः. भो भवति, अनन्तरं दकारस्य भवता इति रूपं झष्टो दोदः इत्यनेन तकारस्य दकारः, जलां झषि इति सूत्रेण दकारस्य तृतीय दकार आदेश भूता. महोदय इति कृतवान् तथा धन्यवादः भगिनी, चिन्तनं सम्यक् अस्ति, अहं न जानामि विस्मृतवान्. झम् इति सेट् अस्ति, आवल्यां नास्ति, झमिष्यति. प्लुष् अपि आवल्यां नास्ति, तो प्लोष् गुणः भवति, प्लोषिष्यति इति भवति. वज् अपि आवल्यां नास्ति, वजिष्यति इति भवति. सेट् वज् अस्तु. अरुणा भगिनी, भगिनी प्राप्तवती वा भगिनी करपत्रम्? इडुव्यवस्था अभ्यासः इति. आं भगिनी, सम्यक्. कुत्र भगिनि? तस्मिन् वि आर् इन् ऐ थिङ्क् वि आर् इन् द 11th लैन् प्राबब्लि 13th 11th लैन् 11 अभ्यास भगिनि आं भगिनि अभ्यासः इति लिङ्क् तत्र प्रेषितवती आं भगिनि ऐल् फिनिश् दिस् क्षम्यतां सरला भगिनी उक्तवती खलु भगिनि भवती करोतु किं पठतु भगिनि तद् करपत्रमस्ति लेवेन्त् लैन् भगिनि मेरन्द लेवेन्त् लैन् पिष्यति कर्तव्यं खलु भगिनि सरला भगिनि पिष्य श्लथ युद्धिति पिष्यति तत्र पिष्यति कावल्यं नास्ति इति अस्ति अस्तु तर्हि पिष्यतु होड् षडोकः क्षम्यतां षडोकः अस्ति खलु तदिति कृत्वा सकारे परे ककारः पेक् इति भवति तदनन्तरं पेक् योगः स्यति आदेशप्रत्ययोः अपेक्षति इति श्लत् इति श्लतिष्यति आवल्यं नास्ति युद्ध इति आवल्यम् अस्ति योत्स्यति इति भवति करिचयति अधुना दशम टेन्त् लैन् भगिनि व्रण् गद्धि आत्मनेपदी अस्ति भवति योत्स्यति टेन्त् लैन् कुछ पठनीयं भगिनि कुछ पच् गद् यु हव् टु डु पच् गद् व्रण् ओके पच् आवल्यम् अस्ति अनिट् अस्ति पच् चोहोकुः इत्येन ककार आगच्छति पक्षति भवति उभयपदी उभयपदी अस्ति आत्मनेपदी अपि पक्षति पक्षते पक्षते गद् आवल्यं नास्ति सेट् अस्ति गदिष्यति व्रण् अपि आवल्यं नास्ति व्रणिष्यति वृक् तु कुच् अपि त्रीणि धातु कुच् नास्ति अतः इडाहं भवति प्रथमं उपकलपदिष्यति न को भवति कोचिष्यति इति रूपं तुप् अस्ति आवल्यामस्ति अतः इडाहं न भवति पुनरप्रश्न तो भवति तोप्सेति इति रूपं भवति अनन्तरं वृक् धातुः नास्ति ककारः शक्येव अत्रापि वर्क् इति रूपं भवति वर्क् इष्यति ऋट् ककारः भवति आवल्याम् अस्ति द्वेक्ष्यति इति भवति अपि उभयपदी अस्ति द्वेक्षति द्वेक्षते इति भवति पुगन्तलघुपदस्य षडोकः अस्ति आदेशप्रत्यये त्रीणि सूत्राणि बृह् सेट् अस्ति भरिष्यति आवल्यां नास्ति जुत् सेट् आवल्यां नास्ति ज्योतिष्यति इति भवति भव्या भगिनी भवतः भवत्या भगिनी पञ्चनिमिषं ददातु भगिनि दूरवाणी अरुणापति भवती करोतु तत् आं भगिनि अहं सारि न कृतवती ओके भगिनि दृप् दृप् दृप् दृप् दृप् आवल्यम् अस्ति इति मन्ये भगिनि दृप् नास्ति त्रप् त्रपु श्रप् अस्ति त्रप् तृप् नास्ति तृप् दृप् अस्ति भगिनि अमागमः भवति तृप् अस्ति तत्र ऋदुपद अस्ति अत्र उदुपद अस्ति तत्रेप् अस्ति तृप् धृप् ऋकार अस्ति तकार अधोभागे साधु अत्र तृप् अस्ति तृ उपधायाम् उकार अस्ति यत् आवल्याम् अस्ति तृप् इति उपधायां ऋकार अस्ति तत्र तृप् धृप् यत् वेट् धातु अस्ति तत् त्रपु त्रप् अस्ति तत्र रूपं किं भगिनि दर्पिष्यति त्रूप् इति अस्ति तु आवल्यां नास्ति तु सेट् भवति साधु हलन्तधातु सेटः दर्पिष्यति द्रू आर्डर् भवति दर्पिष्यति न किन्तु उपरि अस्ति न तत् वयं कृतवन्तः झुत् तृप् स्पृश् तत् तत्र करणीयम् उपरि पङ्क्ति यत् अस्ति दृप्स्य उपरि अहम् इदानीं द्विष् बृह झुत् कृतवती मै ऐ डिड् पच् रन् झुत् वर् गोयिङ्ग् बेक्वर्ड्स् आर् फार्वर्ड्स् भगिनि वि आर् गोयिङ्ग् फ्रम् बेक्वर्ड् in this class you have to come backward. Yeah, okay. So you have to do trip, fresh, good. You got it or no? Prashade bagni. That line arms, the mujj, ship, glai like that. Glai, I saw some place. Muj, glai, I saw. Glai, nu, good, sprush. Tadeva. Oh. Trup, okay, yeah. Trup, patra. Okara, asti. Set, asti. Trup, shati. Trup, shati. Guna, pavati, na? Upadaya, okay. Yeah, trup, shati, brini. Vidaham, abhati, kla? त्रोपिष्यति ज्युत् ज्योतिष्यति भगिनी फ्रम् रैट् टु लेफ्ट् यु गो वर्ग नास्ति भव्या भगिन्या ऐ नो स्पृश् भगिनि स्पृश् स्पृश्य आवल्यमस्ति वेट् दातु भगिनि स्पृश् नो अनिट् अस्ति अनिट् अस्ति अनिट् अनिट् स्पृश् रूपं द्वयम् अस्ति किन्तु स्पर्श सहायं करोतु भगिनि स्पृच्छति स्पृच्छति अपृच्छत् स्पृष्ट स्पृच्छति अप् अस्पृच्छत् सूत्रं किमस्ति कथं रूपं प्राप्तवती रूपं द्वयं जानामि न प्रथमम् इति पुगन्तलघुपदस्य अनेन गुणः भवति साधु स्पर्श् भवति स्पर्श् योगस्यति तदनन्तरं शकार अन्ते अस्ति शकार अन्ते अस्ति तो व्रश्चभ्रशिजमिजरजराजनेन तत्र मूर्धनीयशकारः आगच्छति साधु यदि मूर्धनीयशकारः भवति तदनन्तरं षडोकहसि अनेन ककारः आगच्छति तदनन्तरम् आदेशप्रत्यरणे सकारपरे तत्र मूर्धनीयशकारः भवति तो स्पक्ष्यति इति रूपं भवति किन्तु यत् अनुदात्त आदेश भवति यत्र ऋतुपद ऋतुपद अस्ति रेफस्य स्थाने अत्र अम् आदेश भवति तदनन्तरं अम् आदेश भवति क्षम्यताम् अम् नास्ति रम् आदेश भवति तत्र अमागम तदनन्तरम् इकोयानचि अस्ति खलु इकोयानचि सो स्प्रश् भवति स्प्रश् तदनन्तरं समानप्रज्ञा प्रश्च प्रश्चराज तदनन्तरं षडोक अस्ति कृदपि गोदिष्यति अग्रे अहं वदामि वा मम क्रमः नु इति आवल्यं नास्ति नु इत्यस्य इडागमः जायते तर्हि नु योगः इष्यति नविष्यति इति प्राप्नुमः तदनन्तरं ग्लै इत्यस्य ग्ला भूत्वा ग्लास्यति इति भवति इडागमः नास्ति क्षिप् इति आवल्यां नास्ति खलु अस्ति अस्ति वा क्षेप्स्यति इति भवति क्षेप्स्यति इति भवति क्षेप्स्यति आवल्याम् अस्ति तु अन्यत् अस्ति अतः अग्रे अग्रे कस्य क्रमः अस्ति अरुणा भगिनी समाप्तं वा अरुणा भगिनी मुज्जिदातु अहं करणीयं महोदय मुज्जिदातुः अवल्यां नास्ति कोन्दलपरिशेषन मो भवति मोजिष्यति इति रूपं भवति अनन्तरं प्रच्छिदातुः अवल्यम् अस्ति प्रक्ष्यति इति रूपं भवति दिल् तिल् तिल् अपि नास्ति कोन्दलपरिशन ते भवति तेलिष्यति इति रूपम् वदामि वदामि प्रच्छिदातुः सकारः भवति स्कोः सूत्रं न स्मरामि तालविसकारः चेसि चोः कुडु चोः सूड् अनुनासिके सूड् अनुनासिके तत् सूत्रेण सकारः आदेशः तालविसकारः आदेशः देन् तस्य ब्रजराजब्राजसूत्रेण सकारस्य मूर्धने सकारः आदेशः अनन्तरं षडोः कः इति सूत्रेण षकारस्य ककार आदेशः अनन्तरम् आदेशप्रतियोगितेन षत्वं भवति मेलनं रूपं भवति प्रक्ष्यति धन्यवादः न भवति सम्यक् अस्ति प्राक्टिस् कर्तुं मम क्रमस्ति तिल् इति स्टेट् अस्ति आवल्यां नास्ति तेलिष्यति श्वित् अपि आवल्यां नास्ति श्वेतिष्यति इति भवति कृष् अस्माकम् आवल्याम् अस्ति अन्यत् अस्ति क्रोक्ष्यति इति भवति पुगन्तलघुपदस्य तदनन्तरं वर्षपदस्य अनेन मूर्धनीयचकार तदनन्तरं षडोकः अस्ति आदिचक्रस्य क्रोक्ष्यति इति शुद्ध आवल्यमस्ति अनिट् अस्ति प्रथमं गुणकार्यं भवति पुगन्तलघुपदेश शोध शोध्यति शोध्यति भवति भगिनि पत् आवल्यं नास्ति पथिष्यति भवति हट् इति वदतु, सेट् अस्ति अन्यट् अस्ति? पत् सेट् अस्ति भगिनि, आवल्यं नास्ति, सेट् अस्ति, रागम भवति, पथिष्यति भवति. खट् अपि आवल्यं नास्ति, सेट् अस्ति, खटिष्यति भवति. अस्मि एकनिमिषं तत्र तत्र कस्मिन् कुत्र खट् ह्लग् इति, ह्लग् आवल्यं नास्ति, ह्लगिष्यति. गृ तु ऋकारान्तधातुः, सामान्यतया तु अनिर्भवन्ति, तत्र सेड् भवन्ति, किन्तु ऋद्धनोः स्येः इत्यनेन अनिर्भव सेड् भवति, सामान्यतया अनिर्भवति, किन्तु ऋद्धनोः स्ये इत्यनेन सेड् भवति. स्य प्रत्यपरे डागमः भवति, तदा तु गरिष्यति इति रूपं प्राप्नुमः वयं. सै इति आवल्यां नास्ति, सा भवति, आदेशोपदेशति इत्यनेन सास्यति इति रूपं प्राप्नुमः. वधु वच् डब् धातुः, नब् अस्ति, सत्त्वं भवति, परिचयतेन सत्त्वं भवति, नप्स्यति इति रूपं भवति महोदय. लब् रब् लब् नब् जब् रब् लब् त्रीणि वा? आम्. ओ समीचीनं, नभिष्यति, अतः इडाः भवति, नभिष्यति इति रूपं भवति. अनन्तरं वच् धातुः आवल्याम् अस्ति, वच् वच् वच् चोहोकु इति सूत्रेण चकारस्य ककारः, अनन्तरं दत्तेसकारस्य षत्वं भवति, वक्ष्येति, अनन्तरं मेलनं वक्ष्येति रूपं भवति. वर्ध धातुः अत्र नास्ति, आवल्यां विडाहम भवति, वदिश् बदि न चमितं बद् बदिष्यति रूपं भवति. सत् इति सेट् अस्ति, आवल्यां नास्ति, सत्स्यति. स्त्रिङ्ग् इति अनुबन्धालोपानन्तरं स्त्री भवति, इकारान्तधातु, आवल्याम् अस्ति, सेट् अस्ति, पुगन् सारधातु कार्यधातुकयोनेन स्त्री. तदनन्तरम् इच्छति इति परे भवति, सो एषो वयावयनेन त्रयिष्यति इति रूपं भवति. उभयपदे अस्ति, सयिष्यति, सयिष्यते इति भवति रूपं द्वयं. खद् इति आवल्यां नास्ति, सेट् अस्ति, खदिष्यति इति. मम क्रमः अरुणा मृष मृष भगिनि, मृष आवल्यमस्ति, मृष पदमं तुगन्तलघुपदस्य मर्ष् भवति, अपि तदनन्तरं पृश्च ब्रच सृज मृज यज राज राजंशः इत्येन चकारस्थाने मूर्धन्यचकार भवति. मर्ष् मर्ष् योः मक्ष्यति भवति. तदनन्तरम् अनुदात् द्वयमस्ति रूपं, या अमागम भवति भगिनि अत्र चतुपदस्य मृश् मृक्षति अमृक्षत् रक्षति. तदनन्तरं मुद् मुद् आवल्याम् अस्ति इति नास्ति नास्ति वा? नकार अस्ति, न तु मकार. शुद्ध नुद् मुद् मुद् गुण भवति पुगन्तलघुपदस्येन, मोद् मोदिष्यति भवति. द्युत् अपि अत्र स्टेट् अस्ति, दोत्स्यति भवति, दोत्स्यति द्योतिष्यति भवति. नक् अपि स्टेट् अस्ति, नक्षिष्यति मम क्रमः शव् इति अवल्यं नास्ति, वकारान्तः न सन्ति. शविष्यति, नम् इति अस्ति, नुंस्यति इति भवति. कृत् इति थकारान्तः आवल्यं न सन्ति, तर्हि कृतिष्यति इति रूपम्. कुज् रट् कुज् कुज् धातु आवल्यं नास्ति, पूर्णलभ्यतेन सेट् अस्ति, पूर्णलभ्यतेन को भवति, कोजिष्यति, इडहम भवति, कोजिष्यति इति रूपं. सक्तधातुः अस्ति, अतः रूपं भवति सक्तधातुः. षडः ककारः अनन्तरं स्य दन्त्यसकारस्य मूर्धन्यसकारः आदेशः शक्ष्यति रूपम् इति भवति. रट् धातुः आवल्यं नास्ति, इडहम भवति, रटिष्यति इति रूपं भवति. पञ्च कुर्मः वा अग्रे, तर्हि पूरयितुं शक्नुमः. ओके, लिस्ट् धातुः आवल्याम् अस्ति, अतः अनिडाः भवति, पोन्दलभविष्यन ले, अनन्तरं सकारस्य प्रक्षभ्रजराजभ्रजसम्न सूत्रेण षत्वं सकार दिनीयसकार आदेशः, अनन्तरम् आदेशप्रत्ययेन सकारः षडः कः इति सूत्रं भवति. शकारस्य ककार आदेशः अनन्तरम् इन्कोः इत्यनेन सकारस्य मूर्धनिसकार आदेशः रूपं मेलनम् अस्ति, लेक्ष्यति रूपं भवति. उभयपदी अस्ति, लेक्ष्यति लेक्ष्यते. लेक्ष्यति लेक्ष्यते इति रूपं. दल् धातुः नास्ति, विडाहम भवति, जलिष्यति इति रूपं भवति. कब् इति उभयपदी नास्ति, तत्र धातुद्वयम् अस्ति, लिश् धातु धातु. अस्माकम् आवल्यामे दत् अस्ति लेक्ष्यति लेक्ष्यति इति दत्तम्. किन्तु उभयपदी नास्ति तत्र, लिश् गतौ इति तुदादिगणीयधातुः, अनन्तरं अल्पीभावे इति दिवादिगणीयधातुः. तुदादिगणस्य परस्मैपदि, दिवादिगणस्य ओ इति अस्ति. अस्तु अस्तु. दल् इदानीं वर्ण कब् कब् कब् अस्तु. कब् इति आवल्यां नास्ति, सेट् अस्ति, कबिष्यति. वर्ण अपि सेट् अस्ति, वर्णिष्यति. तुः इति आवल्यां नास्ति, सोहिष्यति. अङ् अपि आवल्यां नास्ति, अडिष्यति. कट् अपि आवल्यां नास्ति, कटिष्यति. ग्लुच् अपि आवल्यां नास्ति, ग्लोचिष्यति. किं करणीयमस्ति? कट् भगिनि, भू भूरिष् मत् गो टु द रैट् सैड्, दक्षिणभागे. अहं वदामि भगिनि, तदनन्तरं भू अस्ति. ऊकारान्तः सर्वे तु सेटः भवन्ति, तर्हि भविष्यति इति. ऋषि धातुः आवल्याम् अस्ति, ऋषि इत्यस्य तु षकारस्य मूर्धन्यषकारः भवति वृषभृष इत्यनेन. तदनन्तरं षडोः कः अस्ति इत्यनेन ककारः. तदनन्तरम् आदेशप्रत्ययो रेक्षति इति. मठ् इति आवल्यां नास्ति, मठिष्यति. खक् इति आवल्यां नास्ति, खकिष्यति. ग्रुच् इति आवल्यां नास्ति, ग्रोचिष्यति इति. मम अत्र प्रश्नः अस्ति, सर्वे ऊकारान्तः सेटः केन सूत्रेण भवन्ति? अध्यक्षेन इति लिखितमस्ति, ते सेट् अस्ति. एका ये एका अस्ति तादृश अनुदात एका तत् परस्मै कति आर्धधातुकसेत् बलादे, किन्तु आर्धधातुकस्य द्वलादेः इति धातोः विषये अस्ति खलु, प्रत्ययविषये. प्रत्ययविशेषे धातो स्वभाव एव चेत् वा अनित् अस्ति इति वयं वदामः, साधु अनेकात् सर्वे चेतः. तत् केन किमपि सूत्रमस्ति वा तस्य? न जानामि, इति लिखितमस्ति आदौ तस्य. अस्तु भगिनि. मृद् भगिनि, मृद् आवल्यां नास्ति, सेट् अस्ति. तुगन्तलघुपदस्य सूत्रेण कासरि मर्द् युगः इच्छति, इष्यति मर्दिष्यति भवति. स्तुच् अत्रापि सेट् अस्ति, गुण भवति तुगन्तस्य लघुपदेन. स्तोच् युगः इष्यति चकारचोः कुः इत्यनेन चकारस्थाने ककारः भवति. स्तोच्छिष्यति एव भवति. विश् आवल्यमस्ति, अस्ति खलु भगिनि, विश् अस्ति, गुणः भवति शकारस्थाने मूर्धने शकार वृष्टमृज सूत्रेण. वेष् यः सकार षडोकः इत्यनेन सकारस्थाने खकारः आगच्छति. वेक्षति वेक्षति भवति भगिनि. सुक्त् अत्रापि आवल्यं नास्ति, सेट् अस्ति. तिष्ठति चोष्यति भवति. मुलुच् अत्रापि आवल्यं नास्ति, सेट् अस्ति. पुगन्धलघुपति गुणं भूत्वा लोचिष्यति भवति. अन्यपि पठामि भगिनि, पुरुष अपि पठामि वा? पृष्यति आवल्यां नास्ति. पृष् प्रथमं गुणकार्यं भवति, प्रोष् इष्यति प्रोषिष्यति भवति. मम क्रम आम् भगिनि, महोदय मम क्रम मे नुद् मिद् जज् स्रण् स्मे धातुः आवल्यं नास्ति, स्मे भवति स्मे शिष्यति इति रूपं भवति. नुद् धातुः अस्ति आवल्यां, अतः पीडाः नास्ति, परन्तु भवन्तलभदेशन नो भवति, करीचेतनेन दकारस्य दकारादेश नोत्स्यति इति रूपं. मिद् धातुः अपि नास्ति, पीडाः भवति, मेदिष्यति रूपं भवति. जज् धातुः अपि इडाहं नास्ति, इडाहम् अस्ति आवल्यां नास्ति, इडाहं भवति, जजिष्यति इति रूपं. स्रण् धातुः अपि आवल्यां नास्ति, स्रणिष्यति इडाहं भवति, स्रणिष्यति इति रूपं भवति. ध्रज् इति आवल्यां नास्ति, सेट् भवति ध्रजिष्यति, सेट् सचिष्यति, दिश् अन्यत् अस्ति, देक्षति इति भवती वयम् उक्तवन्तः. वृष्टपृशस्य जमिजरा च षडोक इति आदेशप्रत्ययो भवति. च्युत् इति अपि चेत् अस्ति, चोतिष्यति. मृच् अपि चेत् अस्ति, मोचिष्यति. मम क्रमः शीङ् इति, शीङ् दातु आवल्याम् अस्ति, तर्हि युदागमः जायते शयिष्यते इति रूपं. तत्र किट् इति आवल्यां नास्ति, केटिष्यति. शै इति आवल्यां नास्ति, आकारान्तत्वं प्राप्नोति, आदेशोपदेशति. शायिष्यति इति यम् इति आवल्यां स्यति भवति भगिनि, आकार एको नास्ति, स्यास्यति. स्यास्यति इति उक्तवती खलु, अहं स्यति इति क्षम्यतापि शास्यति इति. अनन्तरं यम् इति आवल्याम् अस्ति, यंस्य यम् इति यम् अस्ति खलु, यमते इति आत्मनेपदी अस्ति खलु यम् अस्ति नम् यं रम् आत्मनेपदी परस्मैपदि वा यम् इति धातुः यम् इति परस्मैपदी यमति इति वा तत्र तत्र लट्लकाररूपं किमस्ति यच्छति इति भवति यच्छति इति भवति अस्तु अत्र तु यंस्यति इति भवति तत्र तत्र अनुस्वर्ग भवति भवति भवति गग् इति घघ् इत्यत्र अत्र तु घघिष्यति इति भवति तत्र वशो ब्रश् स्तोः इत्यस्य किमर्थम् इत्युक्ते तत्र इडागमः जायते इति कृत्वा अस्य प्रसक्तिः नास्ति बशोबश् इत्यस्य घघिष्यति इति सच् इत्यस्य सचिष्यति इति भगिनि वकारान्तधातवः श्वेतः प्रथमं गुणं भूत्वा चेविष्यति कक् प्रति सेट् अस्ति गुणकार्यं केवे कोऽपि नास्ति ककिष्यति भवति रुच् अवल्यम् अस्ति इति मन्ये गुणः भवति रोच् मुच् अस्ति रुच् नास्ति रुच् नास्ति भगिनि गुणं भूत्वा रोचिष्यति भवति एकमेव उपद चकार मुच् धातु अस्ति रुच्यते वा आत्मनेपदी वा अहं न जानामि पज् अवल्यं नास्ति सेट् अस्ति खजिष्यति भवति खिद् अवल्यम् अस्ति अतः अनिट् अस्ति गन्तलघुपदस्य केचन खेद् तदनन्तरं खरिचन चेत् खेत्स्यति भवति रूपं द्वयमस्ति खेत्स्यति खेत्स्यते अपि अस्ति अहं न जानामि चुप् अवल्यं नास्ति इति मन्ये भगिनि चोपिष्यति चोपिष्यति अस्तु गं भगिनि पञ्च अभवत् ओके मणिमहोदय गम् वदामि गम् अवल्यं वदतु महोदय गम् धातुः गमेरिट् इत्यनेन इडाहम भवति गमिष्यति इति रूपम् अनन्तरम् उह् धातुः अणि आवल्यां नास्ति गुणः भवति ओह् इति ओहिष्यति इति रूपं भवति नम् धातुः आवल्याम् अस्ति अत्र नमाहम भवति अनुसरस्य जलि इत्यनेन अनुसर भवति वा नंश्यति इति रूपं पिट् धातुः पिट् आवल्यां नास्ति कोन्दलपदिशन इडहं भवति कोन्दलपदिशन पे भवति पेडिष्यति रूपं भवति अनन्तरं यब् यब् रब् लब् यब् अस्ति किल यब् अस्ति अणित् भवति अत्र भवति करिचय इति त्रिणां पकारः अस्ति वा लप्स्यति इति रूपं भवति जट् इति सेट् अस्ति जटिष्यति मू सर्वे उकारान्त धातव सेटः सो मो तदनन्तरम् एचो वयावरेण इष्य मो योग इष्यति भविष्यति रूपं भवति ऋ इति स्वभावत ऋकारान्त धातु अन्यत् किन्तु हृदन् हृद्धनोस्ति अनेन इदागमः भवति च परे सो हरिष्यति इति रूपं भवति खुच् इति चेत् अस्ति खोचिष्यति कग् अपि चेत् कगिष्यति इति भवति. छिद् अस्माकम् आज्ञाम् अस्ति. छेत्स्यति इति खरि पुगन्तलघुपदस्य अपि खरिचयनेन छेत्स्यति अपि छेत्स्यते अपि आसीत्. पुष् आवल्याम् अस्ति. षडोः कहसि इत्यनेन ककारः भवति. पोक्षति इति आदेशप्रत्ययोः पोक्षति इति भवति खलु. तदनन्तरं निध् इति आवल्यां नास्ति. नेदिष्यति. घस् आवल्यां नास्ति. घस् वस् एकनिमिषं घस् बस् घस् भवति. केन सूत्रेण तकारः भवति? सः स्यात् ददातु इत्यनेन तकारः भवति. गच्छति इति भवति. घृष् आवल्यां नास्ति. घर्षिष्यति इति. तदनन्तरं दु आवल्याम् उकारान्तः खलु. दु आवल्यां नास्ति. तर्हि तत्र दो भवति. दो धविष्यति इति रूपं प्राप्नोति. दोष्यति अस्तु. इदाहम नास्ति तत्र. केवलम् आदेशप्रत्ययो सार्वधातुकादधातु दोष्यति इति. पञ्चसमाप्तम्. दोष्यति इति भवति. इदागमन न भवति. अन्यत् अस्ति उकारान्त. केवलं षड् उकारान्त दातव चेतः दोष्यति. उकार फुल् भगति. फुल् सेट् अस्ति. पुगन्तलघुपदस्य गुणं भूत्वा पोलिष्यति भवति. निज् आवल्याम् अस्ति. प्रथमं गुणं भवति पुगन्तस्य इति न नेज् योगः स्यति. चोः कुः इति न प्रथमं जकारस्थाने गकारः भवति. तदनन्तरं खरिच इति नेक्ष्यति भवति. तदनन्तरं वित् आवल्यंलो नास्ति. सेट् अस्ति. पुगन्तलघुपदेशं वेत्ष्यति. वेत्ष्यति भवति. कु अपि आवल्यं नास्ति. युरुनु वा या कु अनेट् अस्ति. गुणं भूत्वा कोत्स्यति नो कोष्यति. कोष्यति एव भगिनि. गुण आदेशप्रत्ययः. आदेशप्रत्ययः. शुभ् आवल्यं नास्ति इति मन्ये. शुभ् सेट् अस्ति. गुणं भवति. शोभिष्यति भवति. प्लिह् प्लिह् अपि आवल्यं नास्ति. इकार अस्ति उपधायां. प्ले प्लेहिष्यति भवति. आवल्यां नास्ति. किं भगिनि? पञ्च अभवत् न भवत्या? नियोग इष्यति. नेष्यति भवति. नेष्यति अन्यत् अस्ति न तदेव. गुणं भवति भगिनि. गुणकार्यं तु भवति. आदेशति. समाप्तं खलु? अग्रे मणिमहोदय सूत्रं वदामि. स्यच् स्यच् धातुः आवल्यां नास्ति, इडाहं भवति, चयिष्यति इति रूपम्. अनन्तरं दिस् अस्ति अस्ति अस्ति प्रथमधातुः आवल्याम् अस्ति, अण्डाहम् अभवत्, पूर्णलोपेश्वर पेयिष्भति षडोकः इत्यनेन टकार आदेशः. अनन्तरं ककारः षडोकः इत्यनेन ककार आदेशः, अनन्तरं आदेशप्रत्ययेन षत्वं भवति, द्वेक्ष्यति इति रूपं भवति. अनन्तरं साद् धातुः अस्ति अनिडाहमः, पूर्णलोपेश्वर करिचे इत्यनेन आवल्यमस्ति, राद् साद् अस्ति किल, परिचयतिन तकारादेश चाच्यति रूपम्. अनन्तरं स्तुब् आवल्यां नास्ति, वन्दलपरिचयं स्तो भवति, इडहं भवति, स्तोभिष्यति इति रूपम्. तदेव समाप्तं वा मम क्रम? घट् इति आवल्यां नास्ति, सेट् घटिष्यति, स्ट्रिज् अपि सेट् अस्ति, शर्जिष्यति, स्लिप् अन्यत् अस्ति, रूपं द्वयं भवति. पुगन्तलघुपद्यते सत्यति इति भवति. तदनन्तरं मृदुपदे अन्यतर सामानेन आदेश अपि एको यानस्ति, सप्यति इति रूपं भवति. सेट् सेक्ष्यति, पत् सेट् पतिष्यति, क्लत् सेट् क्लसिष्यति, लुट् लोषिष्यति. भगिनी महोदय न पूरितवन्तः, पूरितवान् चिन्ता नास्ति, वयं पूरयामः, वयं पूरयामः. अस्तु, कुत्र स्मः? क्षम्यतां, पृश्यते चतुर्थपङ्क्ति कृषि जातं खलु? आम्, कृष्यति, कृष्य तु आवल्यमस्ति, पृशासु पृशासु पृश्य कृष्य आवल्यं नास्ति खलु, पृश आवल्यं नास्ति. पर्श जायते, पर्शिष्यति इति रूपं. कृष आवल्याम् अस्ति, निरहकुश निरह कृष कृष तु निरहकुशः इति कुशतः एव अस्ति खलु, कृषतु तत्र कृष्टातुः तु अस्ति. तत्र अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन कर्षति, तत्र षडोः कहसि भवति, आदेशप्रत्ययोः भवति, तर्हि कर्क्ष्यति नो चेत् क्रक्ष्यति इति रूपद्वयं. तदनन्तरं तुब् आवल्यां नास्ति, तोभिष्यति. विज् आवल्याम् अस्ति, निज् विज् इति भवति. तर्हि जकारस्य किं जायते? ब्रश ब्रश सृज मृज यज राज व्राजशशं सृज मृज विज् तत्र नास्ति खलु. तर्हि विज् इत्यस्य चोः कुः इत्यनेन तत्र विग् भवति, तदनन्तरं करीचनेन वेक् भवति, तदा तु वेक्ष्यति इति रूपम्. तदनन्तरं सिद्धिति, सिद्धिति आवल्याम् अस्ति, सेत्स्यति. तदनन्तरं भृज् भृज्यति, आवल्यां भृज् अस्ति वा, भर्जिष्यति इत्येव भवति खलु, भर्जिष्यति इति भर्जिष्यति. पञ्चजातं षड् जातं, क्षम्यतां जी भगिनि. जि अवल्यं नास्ति, अनिट् अस्ति, जेष्यति भवति, आदेशप्रत्ययः अस्ति भगिनि, जेष्यति भवति. तुष् अवल्यं नास्ति, तत्र किं भवति? जि इत्यस्य जेष्यति, जेष्यति. तुष् आवल्यं नास्ति, सेट् अस्ति, तोषिष्यति भवति. षट् आवल्यां नास्ति, सेट् अस्ति, षटिष्यति भवति. भक् अत्रापि सेट् अस्ति, भक्षिष्यति भवति. गुरुज् न जानामि भगिनि, वेत् अस्ति न भगिनि? सरला भगिनी गृच् न सेट् अस्ति अवलं नास्ति गृच् गृज् नास्ति वा न उदुपद दकारान्त धातु केवलं गृज् अस्ति गृज् भगन्तलघुपदस्य गुणभूत गज् योगः ग्रजिष्यति भवति यु रु नु यरु आवल्याम् अस्ति सेट् अस्ति रो प्रथमं गुणभूत रो भवति रो योग इ रविष्यति भगिनि पर्याप्तं खलु भगिनि तत्र मम क्रम अस्ति किं महोदय मम क्रमः नास्ति वा व्यै अत्र आत्मं भवति द्या भवति अनिडाहम अथवा दास्यति इति रूपं भवति पिट् धातुः आवल्यां नास्ति इडाहम भवति केटिष्यति कुवन्दलभिन्न के भवति केटिष्यति इति रूपम् आप् आवल्याम् अस्ति आप्स्यते इति आप्स्यति इति रूपं भवति जम् अपि नास्ति अतः इडाहम भवति जमिष्यति वेट् धातु आवल्याम् अस्ति महोदय चमूस् चमू चमू चमूस् अतः एकवारं जमिष्यति अनन्तरं जंष्यति इति रूपं संस्यति इति नश्चापदांस्य द्रवीनने मकारस्य अनुसारं भवेत् संस्यति शमिष्यति इति इदागमपक्षे शमिष्यति शमिष्यति धन्यवादः भगिनि क्षंस्यते क्षमिष्यति क्षमिष्यते इति आत्मनेपति अपि वा धन्यवादः तत्र चमूस् दातु इति चन्दासन्तुं छन्द एक परस्मैपदी अस्ति अन्यम् आत्मनेपदी अस्ति तन्दातुः इडाह आवल्यां नास्ति इडाहं भवति स्तनिष्यति इति रूपं भवति क्वत् इति सेट् अस्ति आवल्यां नास्ति पचिष्यति रप् अपि सेट् अस्ति रपिष्यति तन् सेट् कनिष्यति अनिट् अस्ति आवल्यामस्ति चेक्ष्यति इति भवति षडोकः अस्ति अपि आदेशप्रत्ययो अनेन चेक्ष्यति तदनन्तरं रुच् अपि आवल्याम् अस्ति नो रुच् नास्ति तालवीयचकारः अस्ति नास्तु चेत् अस्ति रोचिष्यति इति भवति कथ्यति कथिष्यति चेत् अस्ति ज्वल् इति अस्ति ज्वल् इति आवल्यां नास्ति ज्वलिष्यति व्ययि आवल्यां नास्ति व्ययिष्यति तृ तु ऋकारां ददातवः सर्वे तु वृतो वा इति किमपि सूत्रमस्ति इत्यनेन तत्र तु विकल्पद्वयं भवति इति मन्ये तरिष्यति तरीष् तत् भवति वा तत्र तु एकमेव रूपं भवति वा तत्र रूपं द्वयं भगिनि तरिष्यति तरीष्यति तरीष्यति इत्यपि भवति खलु वृतो वा इति सूत्रेण खलु भगिनि ऋतो वा तरीष्यति तरिष्यति इति रूपद्वयं तत्र तरीता इति भवति किन्तु वृतो वा इति अत्र प्रसक्तिः भवति वा इति तत्र तत्र एकनिमिषं भगिनि पश्यामः अलिति दीर्घः बलादेः इट् आददास्तुकस्य अलिति इति एव अस्ति तरिष्यति तरीष्यति इत्यपि भवति एकनिमिषं पश्य तदनन्तरं ओ सर्वे ऋकारान्ताः अनन्तरं वृङ् वृङ्यति तत्र त्रय अण्यति आवल्यां नास्ति अणिष्यति श्वच्छति आवल्यां नास्ति श्वचिष्यति मिष्यति आवल्यां तत्र शब्दजातं वा न मिष्यति आवल्यां नास्ति मेषिष्यति इति रूपं तावत् आवल्यां नास्ति सेट् अस्ति चकिष्यति भवति खड् आवल्यां नास्ति सेट् अस्ति खडिष्यति मच् अपि आवल्यां नास्ति इति मन्ये मच्छिष्यति आवल्यां नास्ति सरिष्यति मण् अपि आवल्यां नास्ति मनिष्यति भवति प्रप् आवल्यम् अस्ति रूपद्वयमपि अस्ति इति मन्ये प्रप्स्यति भगिनि तदनन्तरं न न स्त्रप् अस्ति भगिनि धातु वेट् अस्ति ओ वेट् एव ओके तत्रप्स्यति तर्पिष्यति तर्पिष्यति तर्पिष्यति श्रुति श्रूयति अन्यसूत्रेण भगिनि रूपत्रयम् अस्ति भगिनि तर्हि त्रिप् इति त्रिप् धातु रूपत्रयमपि त्रपूष् इति ओ त्रपूष् इति तत्र अस्तु अस्तु अस्तु बुट् अपि भगिनि ओटिष्यति ओटिष्यति भवति मणिमहोदय भवतः कृतं सन्देहः अस्ति महोदय त्रप् धातुः वेट् मध्ये नास्ति किल त्रपूस् त्रपूष् इति आम् अस्ति त्रपूस् अनन्तरं इडाम भवति वा अत्र नास्ति वा विकल् वेट् अस्ति खलु विकल्पेन भवति त्रप्स्यते इति एकं वेट् अस्ति वा अस्तु महोदय सिट् धातुः सिट् अवलम्ब नास्ति पुनर्लवरिष चे भवति इडाहम भवति चेडिष्यति इति अनन्तरं त्रयधातुः धातुः आकारः भवति प्रा इति अनन्तरं आकारन्दधातुः अनिट् अतः त्रास्यति इति रूपं भवति यूरुनु अत्र आवल्याम् अस्ति रूपं भवति यो भवति यविष्यति यचवयः यविष्यति रूपम् इक् धातुः आवल्यां नास्ति गुणः भवति इकारस्य इडाहमपि भवति एकिष्यति रूपं भवति अनन्तरं दह् धातुः अस्ति धातुः गः इति न कारस्य गकारः आदेशः गकारः वा धातुकः गकारः आदेशः अनन्तरं बस्वपि अपि बस्वः गग् भवति अनन्तरं करिचेतिनेन ककारः आदेशः आदेशप्रत्ययसकारः दक्ष्यति इति रूपं भवति पञ्चदातु वा वे स्वेदातु वा आवलं नास्ति इदाहं भवति एजन्तः खलु ह्वा भवति ह्वा भवति आकारस्य अडः नास्ति अतः वास्यति इति रूपं भवति मश्यति सेट् अस्ति आवलिं नास्ति मश्यति इति भवति क्रप् अपि सेट् क्रपिष्यति चर् सेट् चरिष्यति जिम् सेट् जिमिष्यति द्रम् सेट् द्रमिष्यति त्वक् अपि सेट् अस्ति त्वक्ष्यति सिप् अन्यट् अस्ति आवलिम् अस्ति सेप्स्यति इति रूपं भवति. मम क्रमः स्फुट आवल्यां नास्ति स्फोटिष्यति इति कुक् नास्ति कोकिष्यति लुप् लुप् अस्ति खलु लुप् लोप्स्यति इति तदनन्तरम् इड् इति नास्ति फुड् इति नास्ति फोडिष्यति ऋज् इति नास्ति अर्जिष्यति इति भवति तदनन्तरं गृज् इति गृज् इति आवल्यां नास्ति तर्हि दृज् खलु दृज् इति आवल्यां नास्ति भर्जिष्यति इति रूपं स्पृश् आवल्यां नास्ति तथा अपुगन्धलघुपदस्य गुणभूत्वा श्रेष्ठः इष्यति श्रेष्यति भवति लब् आवल्याम् अस्ति अनिट् अस्ति भगिनि लब् यब् लब् लप्स्यति भवति ओ लभते पुनः वदतु भगिनि आत्मनेपदी अस्ति इति उक्तवन्तः अधुना वृत् वदतु वृत् अवल्यं नास्ति गुणः भवति पुगन्तलोपस्न वर्तिष्यति भवति अपि आत्मनेपदति वदामि वर्तते तिष्यते वर्तिष्यते भवति गुं पेत् अस्ति इति मन्ये गुणभूत्वा गुं मकारः खलु मकारः इत्युक्तः यत्रस्य आत्मनेपदी अस्ति किन्तु गु धातुः अस्ति धातुः तु केवलं गु इति एव अस्ति नकारः इत्युक्तः खलु भगिनि ओ ओके अनुदात्तः आत्मनेपदम् इति आत्मनेपदं भवति ओके गु उच्यते गवति इति तत्र आम् आं गोष्यते इति किट् आवल्यां नास्ति गुणभूत्वा केटिष्यति भवति लग् लघिष्यति भवति व्रज् धातुः आवल्यां नास्ति इडाहम् अभवत् व्रजिष्यति रूपं दुरु अपि आवल्यां नास्ति इडाहम् अभवत् गुणः अपि भवति द्वररति धरिष्यति इति रूपं भवति पिस् धातुः आवल्यां नास्ति केन सूत्रेण किं भगिनि केन सूत्रेण दर् कोन्दलपरिषदेन दर् भवति अनन्तरम् इडाहम् अस्ति सूत्रेण इडानुकूलः भवन्ति अनन्तरं तत्र किम् अस्ति विकल्पे भवति द्वरीष्यति द्वरिष्यति इति रूपद्वयं द्वरति ऋधनोस्य अनेन इडागम ऋकारान्तधातुः भवान् एव उक्तवती ऋधनोः स्यादि अनेन अहम् उक्तवान् ऊकारान्तानां वर्तते अस्तु मम दोषः आमाम् तर्हि तस्य एकमेव रूपं खलु अनन्तरं पिस् नास्ति पेषिष्यति रूपं भवति विद्युत् धातुः अस्ति आवल्याम् अनिराहमः अधः कोन्दलपश्यन् वे भवति परिचेत्येन तकारस्य वेत्स्यति रूपं भवति वेत्स्यते वेत्स्यते अनन्तरं चित् किट् दातु किमपि उक्तवान् महोदय? न न मम दोषः तत्र मम तत्र धातुद्वयमस्ति, उभयमपि आत्मनेपदि वर्तते. विद्यते विन्ते इति धातुद्वयम्, उभयमपि आत्मनेपदम्. वदतु महोदय. षिट् इति षिट् धातुः इडाहम भवति, ऊर्णलभ्यश्चन से भवति, षेटिष्यति रूपम्. अनन्तरं द्रु अत्र नास्ति अवल्याम् अवल्यां उकारान्तधातुः अवल्यां द्रो द्रु नास्ति किल, अतः द्रोष्यति रूपम् अनिडाहम द्रोष्यति इति. टेक् धातुः अपि अत्र नास्ति अवल्यां, टेकिष्यति रूपं भवति. भगिनी ध्रुव धातु अनिट् नास्ति भगिनि, अनिट् भगिनि द्रोष्यति इति अत्र आदेशप्रत्ययो भवति. समाप्तं विरमामः किल. झटति अभवत् सर्वे ध्रुव अनित् अस्ति किल, द्रोष्यति इदानीं विरामः सति. धन्यवादः. धन्यवादः.